पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 8 युधिष्ठिर उवाच देवान्विक्लाव्यसमरे विष्णुं स्थाप्यात्ममन्दिरे जालं धरेणाब्धिजेन यत्कृतं ब्रूहि नारद नारद उवाच शुम्भादीनां तु वीराणां दत्त्वा दानं प्रसादजं जालन्धरो जगामाधस्वर्गं प्राप्यावलोकयत हिरण्यवर्षेण जनान् भूषयन्तं दिने दिने फलन्ति तरवो जस्रं वाजिमेधक्रदो फलम् गजवस्त्रसुवर्णानि धेनुकन्यातिलानि च पुष्पकर्पूरताम्बूलकस्तूरीकुङ्कुमानि च ये यच्छन्ति महात्मानस्ते पश्यन्त्यमरावतीं वर्षासु गृहदानेन शिशिरेऽग्निप्रदानतः वादित्राणि जसर्वाणि वादयन्ति शिवालये प्रपां कुर्वन्ति ये चैत्रे दध्योदनसमन्वितां यत्र हिन्दोलपर्यङ्गं स्वय मान्दोलयन्ति च सारिकाशुकहंसाश्च भ्रमद्भ्रमरकोकिलाः कुर्वन्तो दूतकार्याणि यच्छन्ते प्रियसङ्गमं रम्भा यत्र पुरे राम मेनका च त्रिलोत्तमा सुषमा सुन्दरी यत्र कृताची पुञ्जिकस्थली सुकेशी सुमुखी रामा मञ्जुकोषा च मारिनी मृगोद्भवा च सुखदा धनदंष्ट्रा तिलप्रभा वाजिमेधफलग्राहा राजसूयफलन्ति याः कोडिशो यत्र निष्पापाः क्रीडन्त्यप्सरसो नृप एवं भूरि सुखे स्वर्गे स्थापयामास सिन्धुजः शुम्भं प्राणसमं दैत्यं निःशुम्भं युवराजके स्वयं जालन्धरे पीठे स्वर्गादागत्य सिन्धुराट वर्षार्बुदद्वयं राज्यं चकारात्मबलेन च युधिष्ठिर उवाच युयुधे सुरसङ्ग्रामे ससुरैरपराजितः ततः किम करोद्राजा सिन्धुसूनुप्रतापवान् तन्ममाचक्ष्वदेवर्षे श्रोतुकामस्य विस्तराद नारद उवाच शृणु राजन्यथा तध्यं कृतसागरसूनुना स देवान् समरे जित्वा राज्यं चक्रे ह्यकण्डकम् गन्धर्वाश्चित्रसेनाद्याः सेवन्दे चासुरेश्वरं यज्ञभागांश्च यो भुङ्क्ते सर्वेषामसुरेश्वरः क्षीरसागरदो देवायुर्हृदं रत्नादिकं च यद तत्सर्वं च तथान्यच्च निर्जित्य हृदवान् बली समुद्रतनये राज्यं भुवो राजन् प्रशासति न कश्चिन्म्रियते मर्त्यो नरकं कोऽपि न व्रजेद न कलिप्रणयादन्यो न भोगादपरः क्षयः न वन्ध्या दुर्भगा नारी नालङ्कारैर्विवर्जिता कुरूपा दुर्गदा तुष्टा यशस्या न च दृश्यते न तत्र विधवा नारी न कश्चिन्निर्धनो जनः दातारः सन्धि सर्वत्र न प्रदिग्राहिणः क्वचिद् पुण्या जना प्रयच्छन्ति द्विजेभ्यो ह्यात्मनो धनम् रूपयौवनशालिन्यः सीमं तिन्यो गृहे गृहे गोक्षीरं दधि सर्पिश्च यत्र निर्जरसो जनः मङ्गलं तत्र सर्वेषां न क्वचिद्वध बन्धनं शरेण न च हिंसास्ति न कश्चित् केन बाध्यते ऋणं न दृश्यते राजन् धनिनः सन्ति सर्वतः सन्तुष्टाः सर्वसस्याढ्या प्रजा सर्वत्र पार्थिव केलीक्षुदण्डप्रभवश्च दुग्धरसोदि सुस्वादुतरो गृहे नृणां शुश्राव नारी नरयोर्हितं वचो न चापहर्ताध्वनि गच्छदां सदा पदं त्यखण्डानभसो यतस्ततो धाराश्च कर्मार विमिश्रसर्पिषः सम्मिश्रिताः शर्करया परिश्रुताः समुद्रसूनोः स्मरणान्मुखे नृणाम् इति श्रीपद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशत्सहस्रसंहितायां युधिष्ठिरनारदसमाद्वे जालन्धरसौराज्यवर्णनं नामाष्टमोऽध्यायः ॐ